अस्तु, अद्य विशेषणं विशेष्यं च इति करपत्रात् पठनम् अनुवर्तते. तदनन्तरं पुस्तके यत्र पर्यन्तं वयं प्राप्तवन्तः ततः अग्रे सरेम. तर्हि विशेषणविशेष्यं च इत्यस्मिन् पाठे वयम् अवगतवन्तः यत् उन्नतः वृक्षः इति वदामश्चेत् उन्नतः साक्षात् विशेषणं नास्ति, अपि तु विशेषणवाचकपदम् औन्नत्यम् इति विशेषणं. वृक्षः इति साक्षात् विशेष्यं नास्ति किन्तु विशेष्यवाचकम्. अपि च वृक्षः इत्यस्य वदनेन एकम् अपरम् अपि विशेषणमस्ति इति जानीमः, तच्च वृक्षत्वम् इति वृक्षे विद्यमानः धर्मः अथवा जातिः. वृक्षः इत्यस्य पदस्य श्रवणेन वयं जानीमः यत् वृक्षत्वम् इति धर्मः वृक्षे विद्यमानः भवति इति. तदनुसृत्य अंशत्रयं वयं ज्ञातुं शक्नुमः. प्रथमः अंशः अस्ति वृक्षः इति कश्चन प्राणी, वृक्षः इति पदार्थः, तस्मिन् विद्यमानः वृक्षत्वम् इति द्वितीयः अंशः. स च वृक्षत्वं भवति धर्मः वृक्षस्य, अपि च वृक्षवृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः समवायसम्बन्धः इति एते त्रयः अंशाः ज्ञायन्ते वृक्षः इति शब्दस्य वदनेन इति मनसि निधाय अग्रे गच्छामः. तथा एव बालकः इत्यस्य वदनेन बालकः बालकत्वं तयोः मध्ये समवायसम्बन्धः इति ज्ञायते. अस्तु, धनं धनवत्वं च इत्यस्मात् आरभ्य पठामः अद्य. अन्य कोऽपि आगतवान् इदानीं? न श्रूयते. रश्मि भगिनी, अस्तु. तर्हि राधिका भगिनी, नीता भगिनी, प्रिया भगिनी, गोपालमहोदय, शिवरामकृष्णः, राजेन्दरमहोदय, सन्ध्या भगिनी, रश्मि भगिनी, खलु? अन्य कोऽपि अस्ति? अहं पद्मा अस्मि भगिनि. अस्तु, पद्मा भगिनी. विशेषणं विशेषं च करपत्रम् उद्घाटितं स्यात्. तर्हि तस्मिन् करपत्रे धनं धनवत्वं च इति भागः अस्ति, सर्वे पश्यन्ति वा? एकनिमिषं भगिनि, अहं अन्तिमभागः धनं धनवत्वं च इति परिशिष्टमिति यदस्ति तस्मात् पूर्वमेव अस्ति. पुस्तके अस्ति वा भगिनि अथवा महोदय ईपत्रं प्रेषितवान् वा? न न, करपत्रे अस्ति महोदय. अहं पश्यामि. अस्तु, करपत्रे सर्वे पश्यन्ति चेत् राधिका भगिनी आरम्भं करोति वा धनं धनवत्वं च इत्यस्य पठनम्? आम् आम्, धनं धनवत्वं च. अधुना धनवत्वं धनवान् इति शब्दः अस्ति. यथा वृक्षशब्दस्य विशेषणं किं? वृक्षत्वं. वृक्षशब्दस्य वदनेन वृक्षपदार्थः वृक्षत्वं तयोः सम्बन्धः च एतत् सर्वं पदार्थत्रयं ज्ञायते. अधुना धनवान् इति शब्दः अस्ति इति चिन्तयतु. धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनम् अस्मिन् अस्ति धनवान् इति. धनवान् कः? कश्चन पुरुषः. धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते. किम् इति चेत् प्रथमः पदार्थः धनवान् एव, नाम धनं यस्य अथवा यस्मिन् अस्ति सः. तस्मिन् पुरुषे विशेषणत्वेन यत् अस्ति सोऽपि पदार्थः बोध्यते. सः पदार्थः कः? धनम् एव. वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम्. अत्र धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः कः इत्युक्ते, अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति. धन अस्ति तस्मिन् विद्यमानं विशेषणं धनम् एव. धनवति विद्यमानः धर्मः इत्युक्तौ धनम् एव. कथनस्य आशयः एवं यत् धनम् अपि कश्चन धर्मः भवति. तर्हि धनवान् इति शब्देन के त्रयः पदार्थः बोध्यन्ते इत्युक्ते धनं यस्मिन् अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः. एते त्रयः अंशाः ज्ञायन्ते. अस्तु भगिनि, उच्यताम्. यदि वयं धनवान् वदामः तत्र त्रयः विषयाः सन्ति. तत्र प्रथमः अस्ति धनं, तदनन्तरं कस्मिन् अथवा कस्य समीपे धनम् अस्ति धनवान् द्वितीय विषयः. तदनन्तरं धनं धनवान् तयोः मध्ये कीदृशसम्बन्धः अस्ति, इद संयोगसम्बन्धः अस्ति. तादृशं त्रयः पदार्थाः धनवान् इति शब्देन वयं जानीमः. अस्तु, यथा वृक्षशब्दस्य वदनेन वृक्षः वृक्षत्वं तयोः मध्ये सममायसम्बन्धः इति वयं जानीमः. वृक्षः वदनेन वृक्षे विद्यमानः धर्मः वृक्षत्वम् इति वयं जानीमः. किन्तु धनवान् इत्यस्य वदनेन धनवति विद्यमानः धर्मः कः? क्षम्यतां, धनवत्वं खलु? चिन्तनं समीचीनमेव. वृक्षे वृक्षत्वम् इति धर्मः, तर्हि धनवान् इति वदामश्चेत् धनवति विद्यमानः धर्मः धनवत्वम् इति साधितं त्वप्रत्यययोजनेन, भावसूचकयोजनेन धर्मः निष्पन्नः. किन्तु धनवान् इत्यस्य प्रसङ्गे स च धनवत्वं किम् अस्ति? धनमेव अस्ति. सत्यं, धनवत्वं पुरुषे अस्ति, किन्तु धनवत्वं केन उत्पादितं? धनम् इति अस्ति इत्यतः धनवत्वं पुरुषे अस्ति इति वदामः. तर्हि वृक्षे वृक्षत्वं यथा आसीत् धर्मः, तर्हि तथा एव धनवति धनम् एव धर्मः. अपि च धनवान् धनं तयोः मध्ये संयोगसम्बन्धः अस्ति इति वयं जानीमः. त्रयः अंशाः बुद्धं स्यात्. अन्य केनापि आगतं किं? मध्ये त्रयः जनाः आगतवन्तः इति चिन्तयामि. लक्ष्मी भगिनी. अस्तु, लक्ष्मी भगिनी. अनन्तरं रागिणी अस्मि. रागिणी भगिनी, अस्तु. अनन्तरं अन्य कोऽपि अस्ति? अजितमहोदय अस्ति वा? न, सः आगमिष्यति किञ्चित् समयानन्तरम् आगच्छति. अस्तु अस्तु अस्तु अस्तु. अन्य कोऽपि अस्ति खलु? अस्तु, तर्हि एतावता धनं धनवत्वम् इत्यस्य चर्चा जाता. धनवान् इत्यस्य वदनेन प्रथमतया धनवान् कश्चन पुरुषः इति ज्ञायते. धनवती पुरुषे धनम् इति धर्मः अस्ति इति ज्ञायते. अपि च धनवान् धनं तयोः मध्ये संयोगसम्बन्धः विद्यमानः अस्ति इति अपि ज्ञायते. त्रयः अंशाः ज्ञायन्ते. तर्हि धनवान् इत्यस्य वदनेन तस्य धर्मः धनमेव. यद्यपि धनवत्वम् इति उक्त्वा त्वप्रत्यययोजनेन धनवत्त्वम् इति धर्मः निष्पन्नं, तर्कस्य पङ्क्तिः तु धनमेव अधिगच्छति इति सर्वे अवगच्छन्ति वा? धनम् उपरि स्तरे अस्ति, पुरुषः अधः अस्ति चेत् धनम् अधोगमनार्थं वान् योजनं मतुप् योजनं धनवान् इति, उपरि धनमस्ति अधस्तनभागे अस्ति धनवान्, पुनः धनवान् इत्यतः उपरि गमनार्थं त्व योजयामश्चेत् धनवत् प्लस् त्वं धनवत्त्वम्, अधुना धनं धनवत्त्वम् उभौ अपि एकस्मिन् स्तरे स्तः धनवतः उपरि, धनवान् अधोभागे अस्ति चेत् तस्य उपरि धनम् अस्ति, तस्मिन् एव स्तरे तस्य उपरि धनवत्त्वम् इत्यपि अस्ति, तर्हि धर्मः धनम् एव इति साधितं। धनवत्त्वम् इति यद्वदामः सः धर्मः धनमेव अस्ति। भगिनि अत्र प्रश्नः एकः अस्ति, धनत्वं धनी अस्ति खलु, धनत्वं धनवत्त्वं तयोः मध्ये कीदृश सम्बन्धः भविष्यति? धनवती धनवत्त्वं भवति, धनवान् अस्ति सः, यः कोऽपि धनवान् भवति, धनवान् इत्यस्य भावः कः? धनवत् प्लस् त्वम्। यदि वयं लिखामः चेत् धनं धने अस्ति धनत्वं, तदनन्तरं धनत्वं धनं तदनन्तरं धनवान् आगच्छति वा? सत्यं, धन्यवादः। इदानीं धनवान् इत्यस्मात् स्तरात् उपरि गमनार्थं धनवत् प्लस् त्वं योजयामः, धनवत्त्वम् इति भवति, अस्तु। स च धनवत्त्वं, तद् धनवत्त्वं धनस्य समानस्तरे भवति, खलु? सर्वोपरितने आम्, सत्यम्, एकार्थबोधकत्वं। विद्याधर्यामपि तादृशं वाक्यम् अस्ति, गन्धवत्त्वम् इत्यस्य अर्थः गन्धः एव इति, पृथिव्याः लक्षणं गन्धवत्त्वम् इति वदामश्चेत् गन्धः एव पृथिव्याः लक्षणम्। किमर्थं तथा उक्तम् इत्युक्ते एतद् उदाहरणं दृष्ट्वा वयम् इदानीम् अवगतवन्तः, धनवती विद्यमानः धर्मः धनं, तथा एव पृथिव्यां गन्धवत्त्वम् इति धर्मः, सः धर्मः गन्धः एव। अस्तु, अग्रे नीता भगिनी पठति वा? एतदपि वक्तव्यं, तत्रैव किल? एतदपि वक्तव्यम् अस्ति, धनवान् इति शब्दः गुणिवाचकः उन्नतः शब्दः इव, अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति, नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत, तावदेव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः, धनवान् अपि तथा। धनं कस्मिन् अस्ति? पुरुषे, बालके, राष्ट्रपतौ, अभियन्तरि, तन्न ज्ञायते, केवलं धनयुक्तः कश्चन अस्ति इत्येतावदेव ज्ञायते। सः कः इति व्यक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं, धनवान् बालकः इति वक्तव्यम्। अग्रे अपि पठतु, पठित्वा वदतु अनन्तरं। किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते, धनयुक्तः कश्चन कश्चन अस्ति इत्यपि ज्ञायते. तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते. धनवान् इति शब्देन ते एते त्रयः पदार्थः ज्ञायन्ते. अस्तु भगिनि, उच्यताम् इदानीम्. नीता भगिनि. आमामाम् आम्, प्रयत्नं करोमि. उन्नतः वृक्षः शब्दे उन्नतः पदं साक्षात् वृक्षे एव न बोध्यते. ते उन्नतः अस्ति, सर्वे अपि बोध्यन्ते. उन्नतः इति शब्दः कीदृशः अत्र लिखितमस्ति? गुणिवाचकः. धनवान् इति शब्दः अपि उन्नतः शब्दः इव. उन्नतः वृक्षः इत्यस्य वदनेन उन्नतः इति विशेषणं नास्ति, अपि तु विशेषणवाचकं प्रथमतया. द्वितीयः अंशः अस्ति उन्नतः इति गुणिवाचकः, गुणविशिष्टगुणिनं बोधयति. कस्मिंश्चित् पदार्थे अस्ति औन्नत्यम् इति सूचयति उन्नतः, तदर्थं गुणिवाचकः. तथा एव धनवान् इति शब्दः अपि. कस्मिंश्चित् अस्ति धनं, सः कः इति न ज्ञायन्ते. किन्तु धनम् अस्ति कस्मिंश्चित् पुरुषे अथवा बालके इति किमपि ज्ञायते. तर्हि गुणिवाचकः, गुणिनं सूचयितुं किं करणीयम् अग्रे? धनवान् इत्यस्य वदनेन केवलं गुणिवाचकत्वं भवति खलु? तर्हि साक्षात् गुणि एषः इति वक्तुं किं करणीयम् अग्रे? धनवान् इति उक्त्वा किं योजनीयमस्ति? अन्यपदार्थः धनमस्ति, तत् वक्तव्यमस्ति. पुरुषः अस्ति, बालकः अस्ति, किमपि. हा, अवगच्छति वा नीता भगिनी? आमाम् आम् अवगतम् अवगतम्. धनवान् इत्यस्य वदनेन केवलं गुणि कश्चन अस्ति, गुणिवाचकः अस्ति धनवान्, किन्तु सः गुणि कः इति न बुध्यते. तदर्थं वक्तव्यं भवति धनवान् बालकः इत्यादिकं वक्तव्यं भवति. पुरुषः इति. किन्तु अन्तिमवाक्यं पठतु. किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते. धनयुक्तः कश्चन, धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते. धनवान् बालकः, बालकः अपि वक्तव्यमिति ज्ञायते. तयोर्मध्ये अत्र बालकः न उक्तं, केवलं धनवान् इति अहं वदामि. तत्र किं किं ज्ञायते? केवलं धनवान् इति भवती शृणोति, तदा किं किं ज्ञायते भवत्या इति? पदार्थं ज्ञायते. तयोर्मध्ये संयोगः सम्बन्धः इति वयं ज्ञायते. अस्तु, तर्हि त्रयः अंशाः ज्ञायन्ते. धनवान् इति शब्दस्य श्रवणेन धनम् इति कश्चन धर्मः, अपि च धनयुक्तः कश्चन अस्ति. कश्चन इत्युक्ते सम्वन्, किन्तु सः कः इति वयं न जानीमः खलु? धनवान् गुणिवाचकः एव, अपि च तयोः मध्ये संयोगसम्बन्धः इति ज्ञायते. एते त्रयः अंशाः ज्ञायन्ते. सम्बन्धः, अपि च कश्चन गुणी अथवा धर्मी, अपि च धर्मः कः इति ज्ञायते गुणिवाचकस्य वदने. अस्तु, अन्य केनापि आगतम् अन्येन? नूतनतया कोऽपि आगतवान् किम्? अस्तु, प्रिया भगिनी अग्रे पठति वा? धनवत्त्वम् अत्र कथं व्यवस्था इति उच्यते. धनवान् इति शब्दात् त्वप्रत्ययः संयोजितः, तेन धनवत्त्वम् इति पदं सञ्जातम्. त्वप्रत्ययः भावप्रत्ययः, भावार्थे विद्यमानः प्रत्ययः. वस्तुतः भावः इत्यस्य अर्थः कः इति चेत् तस्मिन् विद्यमानः धर्मः. इदानीं वृक्षः इति शब्दः अस्ति. वृक्षस्य भावः वृक्षत्वम्. वृक्षस्य भावः इत्यस्य अर्थः कः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः. अतः त्वप्रत्ययं योजयामः चेत् वृक्षशब्दात् तेन किं भवति? वृक्षे विद्यमानः धर्मः बोध्यते. तत्र एक एव धर्मः वृक्षत्वम्. एवमेव यः कोऽपि शब्दः भवतु, शुक्लः इति अस्ति, शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्. तत्र शुक्लत्वम् इति धर्मः अस्ति आङ्ग्लभाषायां वैट्नेस्. तर्हि शुक्लशब्दात् भावार्थे त्वप्रत्ययं योजयामः चेत् तस्य अर्थः कः भवति? शुक्लः इति गुणः, तस्मिन् विद्यमानः धर्मः इति. तर्हि शुक्लत्वम् इत्युक्ते शुक्ले विद्यमानः धर्मः, मनुष्ये विद्यमानः धर्मः मनुष्यत्वम्. अस्तु भगिनि, किञ्चित् प्रतिपादयतु. अस्तु. धनवान् इति यदा यथा वयं वदामः, तत्र त्वप्रत्ययः योजयामः चेत् धनवत्त्वम् इति भवति. धनवत्त्वम् इति तु भावे प्रयोगः. त्व इति भावप्रत्ययः योजयामः चेत् भावे प्रयोगे भवति. भावार्थे भवति, क्षम्यतां, भावार्थे भवति. यस्मिन् विद्यमानः धर्मः तं बोधयति धनवत्त्वम् इति शब्दः त्वप्रत्ययः प्रत्ययस्य योजनेन. अत्र भावार्थकः इत्युक्ते धर्मः एव इति. धर्मः एव. धनवान् इति कश्चन पदार्थे विद्यमानः धर्मः धनवत्त्वम् इति त्वप्रत्ययस्य योजनेन भवति. भावार्थे भवति. तथा एव वृक्ष त्वप्रत्ययस्य योजनेन वृक्षः वृक्षत्वम् इति भवति. वृक्षत्वम् इति नाम वृक्षे विद्यमानः धर्मः. तथा एव शुक्ले विद्यमानः धर्मः शुक्लत्वं, मनुष्ये विद्यमानः धर्मः मनुष्यत्वम् इति. अस्तु. इति अस्ति अत्र सूचना. त्वयोजनं भावार्थे, किन्तु अत्र भावार्थकः मतुप्रत्ययेन धर्मः निष्पन्नः. धर्मः कः इति ज्ञायते त्वप्रत्यययोजनेन. धनवान् धनवत्त्वं, वृक्षः वृक्षत्वं, शुक्लः शुक्लत्वं, मनुष्यः मनुष्यत्वम् इत्यादिकम्. धनवान् इति गुणवाचकविशेषणवाचकपदं, तस्मिन् विद्यमानं गुणमस्ति धनं. यथा त्वप्रत्ययः योजयामः चेत् भावार्थे धनवत्त्वम् इति भवति. सः एव. किन्तु धनम् अपि च धनवत्त्वं समानं वा? एकार्थबोधकमस्ति, परन्तु धनं तु स्थूलविषयः अस्ति किल. तदेव डिफरेण्ट्, सः एव भेदः अस्ति. सत्यं, धनम् इति पदार्थः अस्ति. धनवान् अपि च धनं, तयोः मध्ये संयोगसम्बन्धः भवति. धनवान् धनम् अपि च धनवत्त्वं समानस्तरीयौ, एकार्थबोधकत्वं च अस्ति यथा भगिन्या उक्तं. सत्यम्. अस्तु, गोपालमहोदय अग्रे पठति वा? इदानीं धनवत्त्वं, धनवान् इति शब्दात् इदानीं धनवत्त्वं, धनवान् इति शब्दात् प्रत्ययं संयोजयामः. पूर्वं यत्र यत्र उदाहरणं दर्शितं तत्र यथा नियमः तथैव नियमः अत्रापि स्वीकर्तव्यः. धनवान् तत्त्व धनवत्त्वम्. अनेन धनवत्त्वम् इत्यस्य कः अर्थः? धनवान् यः अस्य यः अस्ति तस्मिन् विद्यमानः धर्मः. सः धर्मः कः इत्युक्ते धनम् एव. तदेव अस्माभिः पूर्वं स्वीकृतं धनवती विशेषरूपेण विद्यमानः धर्मः. अत्र धनवती विशेषरूपेण विद्यमानः धर्मः अत्र धनम् एव. अतः अत्र निष्कर्षः कः इति चेत् धनवत्त्वम् इत्युक्तौ धनम् इति सिद्धं निष्कर्षः. कन्क्लूशन् इति अत्र धनं धनवान् तत्र योजमानः चेत् धनवत्त्वम् इति तस्य धर्मः. धनवत्त्वं धनवती धर्मः धनवत्त्वं धनवती धर्मः धनवत्त्वं सत्यं. किन्तु अस्माभिः पूर्वं वदतु महोदय. धनमपि धनवती विशेषणमपि भवति किल. धनमपि धर्मः अस्ति इति पूर्वस्मिन् अनुच्छेदे पठितं खलु. धनमपि धर्मः धनवत्त्वमपि धर्मः भवति सत्यम्. अतः निष्कर्षः कः कः इति चेत् धनवत्त्वम् इत्युक्तौ धनम् धनवत्त्वम् इत्युक्ते धनमेव धनमेव आम्. निष्कर्षः इत्युक्ते कन्क्लूषन्. तर्हि त्वयोजनेन भावार्थकप्रत्ययः क्षम्यातं भावार्थकं पदं निष्पन्नं भवति. समानार्थः परन्तु किञ्चित् भिन्न भिन्नरूपः. सूक्ष्मभेदः तु अस्ति किन्तु यथा भगिन्या उक्तं प्रिया भगिन्या एकार्थबोधकत्वम् इति भवति. इत्युक्ते धनवत्त्वम् अथवा धनम् इत्युक्ते धनवत्त्वमर्थः एव. अत्र धने धनवत्त्वस्य पर्यवसानं कृतम्. अत्र धने धनवत्त्वस्य पर्यवसानं कृतं नाम धनवत्त्वशब्दस्य उच्चारणेन तर्कस्य पङ्क्तिः धनम् इति अधिगच्छति. पर्यवसानं नाम तत् स्वरूपं. धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति. धनवत्त्वमपि तथा. धने धनवत्त्वस्य पर्यवसानं तत्स्वरूपं कृतम् इत्युक्तौ धनवत्त्वम् अन्यत्र कुत्रापि न भवितुमर्हति. धनवत्त्वम् इति धनमेव. पर्यवसानम् इत्युक्ते तत्स्वरूपं धनस्य स्वरूपं. पर्यवसानम् इत्युक्ते लाजिकल् कन्क्लूजन् इति भवति. अनेन तर्केण भावार्थकयोजनेन धनवत्त्वम् इति निष्पन्नम् अपि च धने विद्यमानः धर्मः धनम् इति सर्वं तर्कं कृत्वा वयम् अवगच्छामः यत् धनवत्त्वम् इत्युक्ते धनमेव. धनम् इत्युक्ते धनम् धनवत्त्वम् इत्युक्ते धनमेव धनमेव. अत्र भ्रमः अस्ति वा कस्यापि अथवा प्रश्नः? अत्र लिखितमस्ति धनं पार्थिवद्रव्यं यस्य स्पर्शः भवति. धनवत्त्वमपि तथा. धनवत्त्वं तु भावः अस्ति. तर्हि तस्य सत्यं सत्यं सत्यं. किन्तु यदा वयं धनवत्त्वम् इत्युक्ते धनमेव इति वदामः अत्र पश्यतु वृक्षः वृक्षत्वम् इति आसीत् खलु. वृक्षे वृक्षत्वम् इति धर्मः आसीत् तत्र वक्तुं शक्नुमः वृक्षत्वस्य स्पर्शः न भवति इति. किन्तु धने धनवत्त्वं तथा नास्ति, धनम् इत्युक्ते धनमेव इति वयम् उक्तवन्तः एतावता. ओ, अतः धनवत्त्वं तस्यापि स्पर्शः भवति इति ततः निष्कर्षः तथा वा? किमर्थं चेत् हा तथा एव भवति, यतोहि धनवत्त्वस्य पर्यवसानं धने एव कृतमस्ति इत्यतः. अस्तु, एकार्थबोधकत्वम् अस्ति अत्र इति ज्ञातव्यः तावदेव. अस्तु, अग्रे शिवरामकृष्णमहोदय पठति वा? आम्, तथैव गन्धः गन्धत्वं च. गन्धत्वं गन्धः एव इति चेत् एकनिमिषः, अधुना ततः आरभ्य. तस्मात् उपरि क्षम्यतां भगिनि. आमामाम्, अधुना एतत् सर्वम् उक्तं. वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयमस्ति, द्वाभ्यामपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिद्ध्यति. एकस्मिन् पक्षे धनवत्त्वम् इत्युक्तौ धनमेव, अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनादिकरणत्वं, धनस्य अधिकरणं. तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं. धनवत्त्वं धनमेव इति चेत् धनवत्त्वं संयोगसम्बन्धेन धनवती अस्ति. धनवत्त्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन धनवती अस्ति. तथैव गन्धः एतावता किम् अवगतम् इति उच्यताम्? अत्र उक्तं न्यायशास्त्रे पक्षद्वयमस्ति इति. प्रथमः अस्ति धनवत्त्वम् इत्युक्ते धनमेव, अपरस्मिन् पक्षमस्ति धनवत्त्वम् इत्युक्ते धनाधिकरणत्वं. धनस्य अधिकरणं अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं. धनं धनत्वं धनमेव अस्ति. अत्र एकं प्रश्नं पृच्छामि. धनवान् इति वदामश्चेत् तत्र धनादिकरणं किम् अस्ति? यदा अहं धनवान् इति वदामि तदा धनादिकरणं किम्, धनस्य अधिकरणं किम्? धनस्य अधिकरणं अहं चिन्तयामि कस्मिन् धनः यस्य धनः अस्ति तत् धनवान् अस्ति खलु? सत्यं, तर्हि धनस्य अधिकरणं धनवान् एव. धनवान् धनवान् इत्यस्य वदनेन धनस्य अधिकरणं किं भवति? सः धनवान् पुरुषः यः कोऽपि भवतु. तर्हि धनवती पुरुषे सः इदानीम् आसनं यज्ञदत्तः इति स्मरन्ति वा? तदुदाहरणं आसने अधिकरणता अथवा अधिकरणत्वम् आसीत्, अपि च यज्ञदत्ते आधेयता अथवा आधेयत्वम् आसीत्. यज्ञदत्तः आसने उपविष्टः चेत् आसने अस्ति अधिकरणत्वं. तथा एव धनवती किम् अस्ति? धनवान् सत्यं, धनवान् प्रथमा विभक्ति, धनवती सप्तमी विभक्ति. धनवती किम् अस्ति? अधिकरणत्वं कस्य अधिकरणत्वं? धनस्य अधिकरणत्वं. तर्हि धनवती धनाधिकरणत्वम् अस्ति इति वक्तुं शक्नुमः किल? पुनः एकवारं धनवान् अस्ति सः धनवान्, धनस्य अधिकरणम् अस्ति. यथा आसनम् अधिकरणम् आसीत् तथा एव एषः धनवान् अस्ति धनस्य अधिकरणम्. आसने यथा अधिकरणत्वम् आसीत् तथा एव धनवती धनाधिकरणत्वम् अस्ति. अस्तु, तर्हि धनाधिकरणत्वम् इति अपि एकः धर्मः अस्ति धनवती. एकस्मिन् पक्षे जनाः न्यायिकाः वदन्ति धनवत्वम् इत्युक्ते धनमेव इति, यथा वयं पूर्वमपि चर्चितवन्तः. अपरस्मिन् पक्षे न्यायिकाः वदन्ति धनवत्वम् इत्युक्ते धनाधिकरणत्वम् इति. अवगतं वा? धनवत्वम् इत्युक्ते धनमपि खलु? सत्यं, पक्षद्वयमस्ति अत्र. एकस्मिन् पक्षे धनम् इत्युक्ते धनम् एव, अपरस्मिन् पक्षे धनम् धनवत्वम् इत्युक्ते धनाधिकरणत्वम् इति पक्षद्वयम् इति न्यायिकानां पक्षद्वयम् अस्ति. अपि च अत्र किम् उक्तं, धनवत्वं धनमेव इत्युक्तौ तत्र कीदृशः सम्बन्धः? समवायसम्बन्ध न. अत्र पश्यन्तु, अग्रिमवाक्यद्वयं पठति वा महोदय? श्री शिवरामकृष्णमहोदय. आमां, धनवत्वं धनमेव अस्ति चेत् धनवत्वं संयोगसम्बन्धेन धनवती अस्ति. धनवत्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन धनवती अस्ति. पक्षद्वयस्य भेदः अयम्. प्रथमपक्षे धनवत्वं धनमेव इत्युक्ते तत्र सम्बन्धः कः? संयोगसम्बन्धः अस्ति, संयोगसम्बन्धः. अपरस्मिन् पक्षे स्वरूपसम्बन्धः. सत्यं, धनवत्वं इति स्वीकृतं चेत् स्वरूपसम्बन्धः. बुद्धं वा सर्वैः? बुद्धं. भगिनि, एकः प्रश्नः अस्ति यथा मया न अवगन्तव्यं. स्वरूपसम्बन्धः परिभाषा का भवती पूर्वं पाठितवती अहं जानामि, परन्तु मम मूढबुद्धिः न आगच्छति. न, मम अपि आसीत् प्रश्नः शनिवासरस्य वर्गे, तर्हि मम अपि अस्ति मूढबुद्धिः, चिन्ता नास्ति. तत्र स्वरूपसम्बन्धः प्रतियोगिता अभावः अनुयोगिता यत्र भवति तत्र स्वरूपसम्बन्धः भवति. परन्तु अत्र तु अभावः नास्ति. अभावः नास्ति, प्रतियोगिता अनुयोगिता नास्ति. सत्यम्, इममेव प्रश्नमहमपि पृष्टवती. अत्र धनाधिकरणत्वम् इति धर्मः अस्ति चेत् समवायः स्यात्, किमर्थं स्वरूपसम्बन्धः इति अहं पृष्टवती. तत्र उत्तरम् आसीत् यद् धनाधिकरणत्वम् इति. अस्तु, इदानीं शुक्ले शुक्लत्वम् इति अस्ति, जातिः अथवा धर्मः, तयोः मध्ये समवायसम्बन्धः, यतोहि पृथक् कर्तुं न शक्यते इति, किल? राजेन्द्रमहोदय, तत्र स्वीकारः अस्ति खलु? गन्धः गन्धत्वं, वृक्षः वृक्षत्वं, सर्पः सर्पत्वं पृथक् कर्तुं न शक्यते एव. धर्मः अपि च धर्मी अनयोः मध्ये समवायसम्बन्धः स्यात्. किन्तु अत्र यत् यः धर्मः स्वीकृतः, धनाधिकरणत्वम् इति यः धर्मः स्वीकृतः, सः धर्मः तावत्पर्यन्तं भवति यावत्पर्यन्तं धनमस्ति. यत्र धनं नास्ति तत्र धनाधिकरणत्वम् इति धर्मः नश्यति. तादृशः विशेषः धर्मः, तदर्थं धनवति धनाधिकरणत्वं स्वरूपसम्बन्धेन इति उक्तम्. अभावस्य सम्भावना अस्ति तत्र. सत्यम्, एवं वा? आम् आम्, धनाधिकरणत्व अभावस्य सम्भावना अस्ति. अस्तु भगिनि, इति उत्तरम् आसीत् स्वरूपसम्बन्धः इति किमर्थम् इति. अस्तु, भगिनी, धनवत्वं धनवती स्वरूपसम्बन्धेन अस्ति. अनन्तरं धनं धनवती संयोगसम्बन्धेन अस्ति. तथा वा? प्रथमपक्षे एकनिमिषं, प्रथमपक्षे धनवत्वं धनम् इति स्वीकृतं चेत् तदा धनवत्वं संयोगसम्बन्धेन भवति. धनवती तत्र धनवती संयोगसम्बन्धः धनं धनवती संयोगसम्बन्धेन भवति वा? धनं धनवत्वम् इत्यनयोः सम्बन्धः उच्यते न न न न धनं धनवत्वम् अनयोः मध्ये सम्बन्धः न. धनवान् धनवत्वं धनवती अनयोः मध्ये अनयोः मध्ये संयोगसम्बन्धः यदा धनं धनवत्वम् अस्ति. यदा धनं धनादिकरणत्वं धनवत्वम् अस्ति तदा धनवान् अपि च धनवत्वम् अनयोः मध्ये स्वरूपसम्बन्धः भवति. अस्तु, शिवरामकृष्णमहोदय अग्रे पठित्वा समापयतु भवान्. आमामां तथैव गन्धः गन्धत्वं च. गन्धत्वं गन्धः एव इति चेत् समवायसम्बन्धेन पृथिव्याम् अस्ति. गन्धत्वं गन्धादिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. उभयत्र गन्धत्वं पृथिव्याः लक्षणं गन्ध क्षम्यतां गन्धवत्वं पृथिव्याः लक्षणं. गन्धः गन्धनिष्ठ अधेयता निरूपित अधिकरणताश्रयः पृथिवी. अनेन आधार आधेयभावः प्रदर्शितः. गन्धवत्वं गन्धादिकरणत्वम् इति पृथिव्याः लक्षणं. गन्धत्वं गन्धः एव इति चेत् अपि गन्धवत्वं पृथिव्याः लक्षणम्. अस्तु, उच्यतम्. अत्र यदा यदा धनवत्वं धनं धनवान् धनत्वम् उपरि उक्तम्, अत्र तु गन्धः गन्धत्वं पृथिव्याः पृथ्वी गन्धवती पृथ्वी अस्ति. तद् उपयुज्य अत्र विश्लेषणं तद् विश्लेषणमस्ति. अत्र उदाहरणमस्ति गन्धः गन्ध गन्धवत्वं च. गन्ध पृथ्वी अत्र तु अत्र तु समवायसम्बन्धेन गन्धवत्वं पृथिव्याः लक्षणम् अस्ति. तत्तु समवायसम्बन्धः अस्ति इति अत्र अस्ति. अत्र अत्र अस्ति अत्र अपि अस्ति. यदा पूर्वं पठितं गन्धनिष्ठ अधेयता निरूपित अधिकरणता आश्रयः पृथिवी. अनेन आधाराधेयभावः प्रदर्शितः इति अस्ति. तदापि सत्यं, यथा पूर्वमेव दृष्टवन्तः वयं, धनम् एव धनवत्वम् इति स्वीकृतं चेत् संयोगसम्बन्धः, तथा एव गन्धः एव गन्धवत्वम् इति स्वीकृतं चेत् समवायसम्बन्धः पृथिवीगन्धयोः मध्ये. पृथिव्यां गन्धः समवायेन भवति इति वयं जानीमः. पृथिवी इति द्रव्यं, तस्मिन् गन्धः इति गुणः. तर्हि द्रव्यगुणः तयोः मध्ये समवायसम्बन्धः अस्ति. तर्हि गन्धवत्वं गन्धः इत्येव स्वीकृतः चेत् तयोः मध्ये समवायसम्बन्धः. गन्धवत्वं गन्धादिकरणत्वम् इति स्वीकृतः चेत् तयोः मध्ये स्वरूपसम्बन्धः भवति. अन्ततो गत्वा गन्धवत्वं पृथिव्याः लक्षणम् इति साधितम्. अपि च तेन गन्धनिष्ठाधेयता निरूपिता अधिकरणताश्रया पृथ्वी, एतत् सर्वं वयं पठितवन्तः आधाराधेयभावः सन्दर्भे. अनेन वाक्येन प्रदर्शितमस्ति गन्धवत्वं गन्धाधिकरणत्वं उभावपि पृथिव्याः लक्षणं, यतोहि गन्धः अथवा गन्धवत्वं गन्धः अस्ति आधेयः, पृथ्वी अस्ति अधिकरणम् इति. भगिनी एतद् गन्धः पृथिवी एतत् केवलम् उदाहरणरूपेण दत्तमस्ति वा तत्रापि पक्षद्वयमस्ति नैयायिकानां? तत्रापि पक्षद्वयम् अस्ति एव, गन्धः एव लक्षणं वा अथवा गन्धाधिकरणत्वम् इति एव लक्षणं वा इति. अस्माकं पुस्तके तु विद्याधरी पुस्तके अधुना पठामः ततः आरभ्य एव गन्धवती पृथ्वी इत्यतः आरभ्य पठामः. पुस्तके तु गन्धवत्वं पृथिव्याः लक्षणम् इति उक्तम्. तच्च गन्धवत्वं साक्षात् गन्धः एव इति स्वीकृतः चेत् तदा गन्धवत्वं समवायसम्बन्धेन पृथिव्यां भवति. तत् गन्धवत्वं गन्धाधिकरणत्वम् इति स्वीकृतं चेत् तदा गन्धत्वं स्वरूपसम्बन्धेन पृथिव्यां भवति. यत्किमपि स्वीकरोतु किन्तु गन्धवत्वमेव पृथिव्याः लक्षणम्. तर्हि इदानीम् अस्माकं पुस्तके गन्धवत्वं गन्धः एव, अतः समवायसम्बन्धः अस्ति तयोः गन्धस्य पृथिव्याः इत्येव पठामः अग्रे. सत्यम्, अत्र तु उक्तमस्ति गन्धवत्वम् इत्यस्य गन्धः एव इति अर्थः. अस्तु भगिनि. अस्तु, सर्वे पुस्तकम् उद्घाटयन्ति वा? चत्वारिंशत्तमे पुटे वयं स्मः. पेज् नम्बर् 40. अस्तु, प्रथमतया सप्तत्रिंशत् पुटसङ्ख्या 37 तत्र पश्यन्तु, द्रव्यनिरूपणम् इति अस्ति. पेज् 37 उद्देशग्रन्थस्य प्रथम आदौ तत् स्थूलाक्षरैः लिखितं वाक्यमस्ति. राजेन्दर् महोदय पठति वा? आम् भगिनि. तत्र द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथ्वीं निरूपयति. तत्र एकनिमिष, सर्वेषां पुरतः पुस्तकम् अस्ति खलु, पुस्तकम् उद्घाटितं स्यात्? आम्. अस्तु अस्तु, कस्मिन् पुटे द्रव्यनिरूपणं भगिनि? 37. पुनःस्मरणार्थं पृथिव्याः निरूपणं कथम् अभवत् इति. अस्तु, राजेन्द्रमहोदय पठति वा? द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथ्वीं निरूपयति. तत्र गन्धवती पृथ्वी, सा दुविधा नित्या अनित्या च, नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा शरीर इन्द्रिय विषयभेदात् शरीरम् अस्मदादीनाम् इन्द्रिय गन्धग्राहक घ्राणं नासाग्रवते वर्ते विश्वो मृत्पाषाणादि इति. अस्तु महोदय, उच्यताम्. अग्रे अपि वा? न, एतावत् पर्यन्तं वदतु. पृथिव्याः निरूपणं कथमासीत् मूलग्रन्थे? गन्धवती पृथ्वी इति अनन्तरं गन्धवती पृथ्वी इदानीं प्रथमवाक्यमस्ति, तत् सारांशरूपेण किञ्चित् अस्ति तत्र वक्तव्यं. गन्धवती पृथ्वी, सा दुविधा अनित्या, तस्य रूपः नित्य अथवा नित्य अपि च भवति. नित्यात् परमाणुरूपा, अनित्या कार्यरूपा, यथा पृथ्वी. प्रथमतया द्विविधा भवति, नित्या परमाणुरूपा. परमाणुः इति स्मरन्ति वा? महोदय, परमाणुः नित्यरूपा इति उक्तं. परमाणुः इत्युक्ते कः स्मरति वा? विशेष पदार्थः. सत्यं यस्मिन् विशेषः अस्ति सः परमाणुः, किन्तु इतोपि वक्तव्यमस्ति परमाणोः अवयवभेदः अस्ति किम्? नष्टं न भवितुम् अर्हति, यथा नाशः न भवितुम् अर्हति तथा नित्या. हा सत्यं, परमाणवः नित्याः यतोहि नाशः न भवति. अत्र महोदयेन उक्तम् उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यम् इति. उत्पत्तिशून्यत्वे सति, उत्पत्तिशून्यत्वम् इत्युक्ते यस्य उत्पत्तिः एव न भवति, यदा उत्पत्तिः न भवति तदा नाशः अपि न भवति इति नित्यद्रव्यम्. उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इति नित्यं द्रव्यमस्ति. अपि च पृथिव्याः श्रेण्यां परमाणुः नित्या अस्ति, परमाणुरूपा नित्य. अनन्तरम् अनित्या कार्यरूपा, यथा पृथ्वी जन्यं भवितुम् अर्हति पृथिव्याः, तत्र तु अनित्या किन्तु नष्ट भवितुम् अर्हति पृथिव्याः. नष्टं भवितुम् अर्हति, उत्पत्तिशालित्वे सति नाशशालित्वम् इति उक्तम्. अनित्यम् इत्यस्य उत्पत्तिशालित्वे सति नाशशालित्वम्. उत्पत्तिशाली इत्युक्ते यस्य उत्पत्तिः भवितुमर्हति, उत्पत्तेः शक्तिः अस्ति. उत्पत्तिशालित्वे सति नाशशालित्वम् अनित्यम् इति अस्ति. पुनः त्रिविधा विभज्यते पृथिवी खलु, प्रथमतया नित्या अनित्या इति, तदनन्तरं पुनः त्रिविधा, तद्विभजनं शरीर इन्द्रिय विषय भेदात्. शरीर अस्ति विषय, इन्द्रियाणि इन्द्रिया अस्ति, अस्तु अन्यत् विषय अपि अस्ति. शरीर तु शरीरम् अस्मदादीनाम्, अहं तु लिखितवान् यथा महोदय उक्तवान् आत्मनः भोगायतनं शरीरम् किञ्चित् शुक् कृते एव वदामि, अवगच्छामि न जानामि तथा सम्पूर्णतया, किञ्चित् शुक्रूपेण एव वदामि. आत्मानः भोगायतनं शरीरम्, इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवदि गन्धग्राहकं घ्राणं, तत् नासा अग्रे नासिकाया अग्रे अस्ति, तस्य भाषा तत्र भवति गन्धस्य. सो तत् नासा अग्रे ग्राहकं ज्ञानं, भगिनी प्रायशः अहं किञ्चित् सम्यक् रूपेण न वदामि. न चिन्ता नास्ति, भवान् यत् वदति सम्यक् एव. शरीराम् अस्मदादीनां पृथिव्याः पुनः त्रिविधा विभजनम् अस्ति, शरीरम् इन्द्रियम् अपि च विषयः इति. तदर्थं शरीरेन्द्रियविषयभेदात् इति उक्तं. शरीरम् अस्मदादीनां यथा महोदयेन उक्तम् आत्मनः भोगायतनं शरीरम् इत्युक्ते आत्मनः आश्रयः शरीरम् अस्ति, पार्थिवशरीरं मनुष्याणां पशूनां सस्यानां सर्वेषां शरीरं तादृशम् अस्ति पार्थिवशरीरं. पार्थिव इन्द्रियम् अस्ति गन्धग्राहकम् इत्युक्ते नासिका, नासिकाग्रवस्ति इति उक्तमस्ति. नासिकायाः अग्रभागे यत्र गन्धस्य ज्ञानं भवति, गन्धज्ञानजनकं भवति नासिकाग्रवर्ति इन्द्रियं, तत् पार्थिव इन्द्रियम् अस्ति. इमौ द्वौ अपि विहाय यद् किमपि पार्थिववस्तु अस्ति मृत्पाषाणादिः, तद् पार्थिवविषयः इति उच्यते. उपभोगसाधनं महोदय उक्तवान्. सत्यं, भोगसाधनम् अपि उपभोगसाधनं. शरीरम् इन्द्रियं तानि विहाय यत्किमपि पार्थिवं उपभोगसाधनार्थम् अस्ति, मृद् भवतु अपि च पाषाणः भवतु पुस्तकं भवतु यत्किमपि पार्थिववस्तुः, तद् पार्थिवविषयः इति उच्यते इति पुनःस्मरणार्थं पठितमासीत् वर्गे पृथिव्याः निरूपणं मूलग्रन्थे कथं भवति इति. इदानीं सर्वे पेज् नम्बर् 40 पश्यन्तु. कस्मिन् भगिनि? चत्वारिंशत् भगिनि, 40. तर्हि पृथिव्याः निरूपणं सञ्जातं. गन्धवती पृथिवी इति उक्तं, तस्य लक्षणस्य विवरणं कथम् अस्ति इति प्रारम्भतः एकवारं पठामः. सन्ध्या भगिनी पठति वा गन्धवती पृथिवी इत्यतः? गन्धवती पृथिवी गन्धवत्वं पृथिवीलक्षणम् इत्यनयोः भेदनिरूपणम्. उभयविधपृथिव्याः गन्धरूपस्य लक्षणस्य च अस्ति आधाराधेयभावः. तथा जलस्थले शीतस्पर्शः अपां लक्षणम् इति, अत्रापि शीतस्पर्शः आधेयः आपो जलम् अधिकरणम्. शीतस्पर्शे आधेयता, तन्निरूपिता अधिकरणता जले, अधिकरणताश्रयः जलम्, अधिकरणताश्रयत्वं जले अस्ति इति समन्वयः. लक्षणस्य लक्ष्ये विद्यमानत्वं यद् वर्ण्यते सः समन्वयः इति इत्युच्यते. अग्रे पठितव्यं वा? हा, अग्रे अपि पठतु, अनन्तरं वदतु. परन्तु सङ्ग्रहे गन्धवती पृथिवी शीतस्पर्शवत्यः आपः इत्यादि लक्षणवाक्यानि लौकिकव्यवहारः इव भवन्ति. यथा सास्नादिमती गौः इति लौकिकव्यवहारः, यथा वा नीलो घटः इति व्यवहारः. परन्तु नैयायिकव्यवहारे लक्षणवाचकं यत् पदं, ततः परं त्वतलादि भाववाचकप्रत्ययं कृत्वा लक्ष्यवाचकपदोत्तरं च षष्ठीं प्रयुञ्जते. यथा गन्धवत्वं पृथिव्याः लक्षणम् इति. पूर्वमपि पठितं किन्तु पुनःस्मरणार्थं तस्य विषये किञ्चित् वदतु भगिनि. तत्र यदि केवलं वदामः गन्धवती पृथिवी शीतस्पर्शवत्यः आपः, तर्हि वाक्यद्वयमपि लौकिकव्यवहारः इव श्रूयते. यथा नीलः घटः वा सास्नामती गौः इति. परन्तु तथा नास्ति. तत्र नैयायिकानां व्यवहारे तादृशं न वदन्ति. तत्र लक्षणवाचकं यत् पदमस्ति तत् ततः अग्रे तत्र त्वप्रत्ययः वा तल् प्रत्ययः इति योजयित्वा तत्र भाववाचकपदानि प्राप्नुमः. अनन्तरं षष्ठी विभक्तेः प्रयोगं कृत्वा तत्र उदाहरणार्थं गन्धवत्वं पृथिव्याः लक्षणम् इति वक्तव्यमस्ति न्यायशास्त्रे इति प्रायः वदन्ति वा? हा, गन्धवती पृथिवी शीतस्पर्शवत्यः आपः एतत् सर्वं लौकिकव्यवहारः इव अस्ति. वस्तुतः गन्धवत्वं पृथिव्याः लक्षणम् इति तर्कसङ्ग्रहग्रन्थे लक्षणस्य निर्देशः भवति. इदानीं सास्नादिमती गौः इति वाक्यं एतस्यां शैल्यां वक्तुम् इच्छति चेत् कथं वदति भगिनी, वदति वा? सास्नादिवत्वं गौः लक्षणं. हा, उत्तमं. सास्नादिवत्वं गौः लक्षणम् इति भवति तर्कसङ्ग्रहस्य व्यवहारानुसारं. लक्ष्यं यदस्ति पृथ्वी वा गौः वा यत्किमपि भवतु, तस्मात् षष्टिविभक्ति उपयुज्य लक्षणवाचकपदात् अनन्तरं मतु प्लस् त्व उपयुज्य बन्धवत्वं पृथिव्याः लक्षणम् इति तादृशं वाक्यं भवति. तादृशं वाक्यं किमर्थं भवति इति अग्रे सूचितम् अस्ति, तदपि किञ्चित् पठित्वा पुनः स्मरणं भवति अस्माकं. रश्मी भगिनी पठति वा? आं पठामि. परन्तु सङ्ग्रहे गन्धवती पृथ्वी. रश्मी भगिनी अस्ति, क्षम्यताम्. न न, चिन्ता नास्ति. रश्मी भगिनी तेषाम् अयम् आशयः. लक्ष्यगतं कश्चन असाधारणं धर्मं ज्ञात्वा आश्रयस्य लक्ष्यस्य ज्ञानं लक्षणविचारे इष्टम्. प्रथमान्तपदैः सस्नादिमति सास्नादिमति गन्धवति शीतस्पर्शवत्यः इत्यादिभिः तु लक्ष्यमेव निर्दिश्यते न तु तद्गतधर्मः. सास्नादिमती का? गौरेव. गन्धवती का? पृथिवी एव. शीतस्पर्शवत्यः का? काः? आपः एव. एवं च लक्ष्यवाचकपदस्य या विभक्तिः तत् समानविभक्तिकं यदि लक्षणवाचकपदं भवेत् तदा विद्यमानमपि आधाराधेयभावः न बुध्येत. अतः तज्ज्ञानाय लक्षणवाक्यं तथा स्यात् यथा स्पष्टः धर्मबोधः स्यात्. अतः गन्धवती इत्यत्र यः मतुप्रत्ययः ततः भावप्रत्ययः कार्यः तथा च गन्धवती. अस्तु भगिनि, अस्तु. इदानीं सारांशरूपेण वदतु किम् अवगतम् इति. तेषाम् अयमाशयः इत्युक्ते नायायिकानाम् अयमाशयः अस्ति. गन्धवत्वं पृथिव्याः लक्षणम् इति वक्तव्यम् अस्ति चेत् कश्चन आशयः स्यात्. कः आशयः तेषाम्? कस्मिन् कश्चन असाधारणधर्मम् अस्ति चेत् तत् ज्ञात्वा तदाश्रयस्य अथवा लक्ष्यस्य ज्ञानम् उच्यते. सास्नादिमति गौः इत्युक्ते गौः विशेष लक्ष्यं सास्ना अस्ति. सास्नादिमति गौः इति वदामिश्चेत् तत्र विभक्ति का? सास्नादिमति इत्यस्य विभक्ति गन्धवती पृथ्वी उभयोः पदयोः प्रथमा विभक्ति. पुनः प्रथमा विभक्ति उभयोः पदयोः. शीतस्पर्शवत्यः आपः तत्रापि प्रथमा विभक्ति खलु. तर्हि सास्नादिमति गन्धवती इत्यनेन कस्य निर्देशः भवति? लक्ष्यस्य एव. लक्ष्यः अस्माकं लक्ष्यः यद् भवति गौः वा पृथ्वी लक्ष्यं यत्किमपि भवतु तस्य निर्देशः भवति. किन्तु नैयायिकैः तद् न इष्टं. नैयायिकानाम् आशयः अस्ति यथा लौकिकव्यवहारे लक्ष्यस्य निर्देशः भवति तथा एव लक्षणस्य अपि निर्देशः भवतु इति. तदर्थम् अत्र अस्ति. एवं च लक्ष्यवाचकशब्दस्य या विभक्तिः तद् लक्ष तद् आधाराधेयभाव वदति चेत् लक्षणस्य लक्ष्यस्य च समानविभक्ति आवश्यकम्. हा, यथा लक्ष्यस्य आसीत् विभक्ति तथा एव लक्षणस्यापि विभक्ति स्यात् इति. प्रथमा विभक्ति तन्निमित्तं किं कृतं? यदा तथा भवति लक्षणवाचकस्य प्रथमाविभक्ति तर्हि साक्षात् लक्षणम् एव निर्दिश्यते तेन पदेन. अपि च यत्र कुत्रापि वत् योजयामः तत्र आधार आधेयभावः अपि भुद्यते. वत् इति इत्युक्ते अस्मिन् इति, अस्य अस्मिन् वा इति अस्ति. तदर्थं प्रथमाविभक्ति कृत्वा प्रत्ययाः योजिताः. अन्तिमवाक्यं पठतु भगिनि. अतः अतः गन्धवती इत्यत्र यः मधुप्रत्ययः तदः भावप्रत्ययः कार्यः कार्यः. अनेन स्पष्टतया धर्मस्य बोधः स्यात्. धर्मः नाम लक्षणं. लक्षणस्य बोधः सम्यक्तया स्यात् इति कृत्वा मतुप्रत्यय योजयित्वा ततः भावप्रत्यय योजयित्वा लक्षणं गन्धवत्वम् इति पूर्णतया प्रथमाविभक्त्यां भवति वाक्ये. लक्षणस्य वाक्ये गन्धवत्वं पृथिव्याः लक्षणं तथा भवति. सास्नादिमत्वं गोः लक्षणं इति भवति. बुद्धं स्यात्. अस्तु, अग्रे पद्मा भगिनी पठति वा? पद्मा भगिनी अस्ति किम्? आम्. गन्धलक्षभूतायाः गन्धः लक्षभूतायाः पृथिव्यां लक्षणम् इत्युक्तम्. अत्र तथा च इत्यस्मादारभ्य गन्धः एकचत्वारिंशत् एकचत्वारिंशत्तमे पुटे तथा च गन्धवती प्लस् त्वा ततः आरभ्य पठतु. पेज् 41 तथा च उपरितने भागे. अनित्य पृथ्वी रूपश्च घटश्च पेज् 41 तथा च इति अस्ति उपरितने प्रथम द्वितीयं वाक्यम्. प्राप्तवती वा? गन्धवती पृथ्वी गन्धवत्वं पृथ्वी लक्षणम् इत्यनयोः भेदनिरूपणम्. अस्तु, द्वितीयं वाक्यं पठतु. अतः ततः आरभ्य पठतु. तथा च गन्धवती च त्वा गन्धवत्वम् इति पदं भवति. तत्र विद्यमानेन भावप्रत्ययेन भावः धर्मः बोध्यते. स च भावः गन्धसमानकक्ष्यः भवति. अतः गन्धवत्वम् इत्यस्य गन्धः एव अर्थः. अत एव प्रसिद्धः नियमः मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थ गमयति इति. अग्रे पठत् भगिनि. गन्ध प्लस् मातु प्लस् त्वा गन्धः शीतस्पर्श मातु त्व शीतस्पर्शः सस्ना प्लस् मातु प्लस् त्व सस्ना तथा. अस्तु अस्तु अस्तु, किं बुद्धम्? अत्र मुख्यं वाक्यमस्ति मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति. तस्य अर्थः ज्ञातः चेत् सर्वं ज्ञातम्. पद्मा भगिनी, गन्धवती प्लस् त्वा तत्र के के प्रत्ययाः सन्ति? गन्धः, मातुप्, त्व. गन्धः अनन्तरं मतुप् प्लस् त्व, सत्यं. तेन किं पदं निष्पन्नं? गन्धः पद उत्पन्नं. प्रथमवाक्यं भवती यथा पठितवती तथा च गन्धवती प्लस् त्व, तत्र किं पदं निष्पन्नं? गन्धवत्व. गन्धवत्वम् इति पदं भवति. गन्धवत्वम् इति भावार्थे यः पदः यदा यत् पदं निष्पन्नं तद् धर्मः एव बोधयति. तत् पदं धर्मः बोधयति प्रथमतया. अनन्तरं गन्धसमानकक्ष्यः भवति इति उक्तं. गन्धसमानकक्ष्यः इत्युक्ते अवगच्छति वा? समानार्थपदम् एकार्थबोधकत्वम् अस्ति, अथवा गन्धसमानकक्षः इत्युक्ते गन्धस्य समानस्तरे अस्ति. पृथ्वी इति गन्धवती, उपरि गमनार्थं मतु गन्धवत्वम्, उपरि गमनार्थं त्वं योजनं, गन्धवत्वम् इति निष्पन्नं. तत् पदं गन्धवत्वम् इति पदं गन्धः इत्यस्य समानस्तरे अस्ति. गन्ध यतो समाने आम् यतोहि गन्धः अपि च गन्धवत्वम् एकस्मिन् स्तरे एव. गन्धः अपि पृथिव्याम् अस्ति, गन्धवत्वम् अपि पृथिव्याम् अस्ति. तर्हि गन्धः गन्धवत्वं समानकक्षे कक्ष्यायां स्तः. अस्तु, स्थूलाक्षरैः यदस्ति मद्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति इति. एतावता यद् उक्तम् एतावत्पर्यन्तं गन्धवती तस्मात् उपरि गमनार्थं गन्धवत्वं, तेन गन्धवत्वं गन्धस्य समानस्तरे भवति इति उक्तं. तत्सर्वम् अस्मिन् वाक्ये अन्तर्भूतः अस्ति. मत्वर्थीयात् भावप्रत्ययः प्रकृत्यर्थं गमयति. मत्वर्थीयात् प्रथमं मतुप्, ततः भावार्थकप्रत्ययः त्वं, तेन योजनेन यत्किमपि पदं निष्पन्नं भवति गन्धवत्वम् इति, तत् प्रकृत्यर्थं गमयति. प्रकृतिः नाम गन्धः एव, पृथिव्यां विद्यमानः धर्मः इति अस्ति सारांशः. प्रकृति नाम मूलं, गुणः. गुणः प्लस् मतु प्लस् त्व इस् ईक्वल् टु गुणः एव, अथवा धर्मः एव इति अस्माभिः पूर्वम् अपि कृतम् अस्ति. पुनस्मरणार्थम् इतोपि एकवारं परिशीलितम्. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? आं पठामि. तथा च सास्नवत्वम् इत्यनेन सास्ना, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधार आधेयभावः, धर्मधर्मीभावः सुस्पष्टः भवति. इदमेव शास्त्रे तटस्थललक्षणम् इति उच्यते. तटस्थलक्षणम् इति उच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणमिति ग्रन्थकारैः व्याख्यायते. अग्रे पठामि किम्? बुद्धं वा एतावता? तटस्थलक्षणम् एतद् वदनशैली, गन्धवत्वं पृथिव्याः लक्षणम्, एतत् सर्वं तटस्थलक्षणम् इति उच्यते. इत्युक्ते सास्ना इत्युक्ते सास्नावत्वं, गन्धः इत्युक्ते गन्धवत्वम् एव, शीतस्पर्शत्वम् इत्युक्ते शीतस्पर्शः एव. तटस्थलक्षणं नाम तटं ज्ञात्वा नदीः नदी वहति चेत् तस्य तटं ज्ञात्वा इयं नदी एषा इति वयं वक्तुं शक्नुमः. तथा एव लक्षणस्य ज्ञानेन लक्ष्यं जानीमः. अस्तु भगिनि. इत्येव तटस्थलक्षणम् इति उच्यते न्यायशास्त्रे. अस्तु, अग्रे पठति वा भगिनि? आम्. तथा च गन्धः आदेयश्चेत् तत्र आधेयता तन्निरूपित अधिकरणता पृथ्व्याम् अधिकरणतावती पृथ्वी अधिकरणतावत्त्वं पृथ्व्याम् इति गन्धनिष्ठाधेयता निरूपिता अधिकारणतत्त्वं पृथ्वीलक्षणं फलितम्. गन्धः पृथ्वी अधिकरणता पृथ्व्याम् अधिकरणता अस्ति. गन्धस्य अधिकरणं पृथ्व्याम् अस्ति, अतः अधिकरणतात्वं पृथ्व्याम् इति अस्ति. गन्धनिष्ठ आधेयता, निष्ठा इत्युक्ते अहं सम्यक् न अवगतं, मया सम्यक् न अवगतम्. गन्ध विद्यमानः इति. ओ, विद्यमानः. अस्तु, गन्धनिष्ठ आधेयता निरूपित अधिकरण. भवती किञ्चित् विलम्बेन आगतवती वर्गं, किन्तु पूर्वम् उदाहरणमासीत्. यज्ञदत्तः इति एकः कश्चन मनुष्यः अस्ति, अस्तु, सः आसने उपविष्टः अस्ति. तदा आसने अधिकरणता भवति, आसनम् इति अधिकरणम्. आसने अधिकरणता अस्ति, यज्ञदत्ते आधेयता अस्ति. तर्हि आसन अपि च यज्ञदत्तः अनयोः मध्ये आधार आधेयभावः इति कश्चन भावः भवति. तस्य निरूपणार्थं वयं वदामः यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ अधिकरणता इति. निष्ठ इत्युक्ते विद्यमानः, यज्ञदत्ते आधेयता अस्ति, तया आधेयतया आसनस्य अधिकरणता निरूपिता भवति इति. अस्तु, धन्यवादः. तथा एव गन्धनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वं पृथ्वीलक्षणम् इति फलितं. करपत्रे इदानीम् अस्माभिः पठितं धनाधिकरणत्वम् इति धर्मः भवितुमर्हति, अपि च धनम् एव इति अपि धर्मः भवितुमर्हति इति. पक्षद्वयम् आसीत् इति स्मरन्ति वा? इदानीमेव पठितम् अस्माभिः. द्वाभ्यां द्वयोः पक्षयोः भेदः कः इत्युक्ते, एकस्मिन् पक्षे धनवत्वम् इत्युक्ते धनम् एव इति स्वीकारः, अपरस्मिन् पक्षे धनवत्वम् इत्युक्ते धनाधिकरणत्वम् इति स्वीकारः भवति. तथा एव गन्धः आधेयः, पृथिवी आधारः अथवा अधिकरणम्. आधारः इत्युक्ते अधिकरणं. तदर्थम् अधिकरणता पृथिव्याम् अस्ति, अधिकरणतावती पृथिवी, अधिकरणता वत्वम् अपि पृथिव्याः लक्षणम्. एकवारम् आधार आधेयभावः स्थापितः चेत् अस्तु, धन्यवादः. घनस्य लक्षणम् इति वयम् उक्तवन्तः. प्रश्नः अस्ति किम्? भवत्याः ध्वनिः न श्रुतवती, सम्पर्कं गतम् इति चिन्तितवती. इदानीं श्रूयते किम्? आमाम्. अस्तु, अहम् उक्तवती आसम् यथा करपत्रे वयं दृष्टवन्तः न्यायिकानां पक्षद्वयम् अस्ति. एकस्मिन् पक्षे धनवत्वं धनम् एव, तदर्थं तथा एव गन्धवत्त्वं गन्धः एव इति उक्तम्। अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वम् इति उक्तम्। तथा एव अत्रापि गन्धः आधेयः पृथिवी अधिकरणं भवति। पृथिवी अधिकरणम् अस्ति चेत् पृथिव्याम् अधिकरणता अस्ति, तर्हि अधिकरणतावत्त्वं पृथिव्याः लक्षणम्। स च अधिकरणतावत्त्वं कीदृशं? गन्धनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वम् अस्ति पृथिव्याः लक्षणम् इति साधितम् इति बुद्धं स्यात्। आम् बुद्धं, धन्यवादः। अस्तु रागिणी भगिनी अग्रे पठति किम्? आं कुतः भगिनि क्षमता? एकचत्वारिंशत् सत्यं, विद्याधरी पुस्तके एकचत्वारिंशत्तमे पुटे अन्तिमः अनुच्छेदः अस्ति। भगिनी प्रिया अस्मि, मया गन्तव्यमस्ति, बहवः धन्यवादाः। अस्तु भगिनि धन्यवादः। धन्यवादः। एकचत्वारिंशत् अत्रैव ततः ततः ततः अत्रैव च व्याख्यासौकर्याय आधार आधेयभावघटिते जलतेजसोः लक्षणे वर्णयामः। जललक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठ आधेयता निरूपिता अधिकरणतात्वम् अपां जलस्य लक्षणं। तेजोलक्षणे च उष्णस्पर्शनिष्ठ आधेयता निरूपिता अधिकरणतात्वं तेजसः लक्षणम् इति वक्तव्यम्। चित्रप्रकारस्तु पूर्ववत् अनुसन्धेयः। अस्तु, यथा पृथिव्याः लक्षणनिरूपणम् आसीत् गन्धवत्त्वं पृथिव्याः लक्षणम्, अथवा गन्धाधिकरणत्वं पृथिव्याः लक्षणम् इति स्वीकृतंश्चेत् गन्धनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वं पृथिव्याः लक्षणम् इति उक्तं। तथा एव अग्रे गत्वा जलतेजसोः अपि वर्णनं भवति। जलस्य कीदृशं वर्णनं भवति रागिणी भगिनी? तत्र जललक्षणे शीतस्पर्शवत्यः आपः, शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतात्वम् अपि च अधिकरणतावत्त्वं तत् जलस्य लक्षणम्। हा, जलस्य लक्षणम् आपः इत्युक्ते जलं, तस्य लक्षणम् इदमस्ति शीतस्पर्शवत्यः आपः इति लौकिकव्यवहारः गन्धवती पृथ्वी इव। किन्तु नैयायिकानां व्यवहारे शीतस्पर्शनिष्ठ आधेयता, शीतस्पर्शे आधेयता अस्ति। कस्य आधेयता? जलस्य आधेयता, अपि च जले अधिकरणता अस्ति। अधिकरणतावत्त्वं जलस्य लक्षणं, तर्हि शीतस्पर्शनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वं जलस्य लक्षणम् इति वाक्यं सिद्धम्। तेजसः लक्षणं कथम् उच्यते? तेजस्य लक्षणे उष्णस्पर्शनिष्ठ आधेयता निरूपिता अधिकरणतावत्त्वं तेजसः लक्षणम् इति भवति लक्षणस्य निर्देशः। अस्तु, अग्रिमे पुटे यथा गन्धवती पृथिवी इत्याह तर्कसङ्ग्रहात् वाक्यमासीत् पृथिव्याः लक्षणविवरणार्थं, तथा एव अग्रिमे पुटे आपः तेजः इत्यस्य विवरणमस्ति, तत् पठित्वा समापयितुं शक्नुमः। राधिका भगिनी एकनिमिषं, भगिनि एकनिमिषं, मम प्रश्नः अस्ति, तत्र निरूपित अधिकरणतात्वं अपां जलस्य लक्षणम् इति तत्र दत्तं, किमर्थम् अपामपि अस्ति जलस्य अपि अस्ति, किमर्थम् अपायाः लक्षणम् अथवा जलस्य लक्षणम्? अत्र लौकिकव्यवहारे शीतस्पर्शवत्यः आपः इति उक्तं, स्मरति वा? लौकिकव्यवहारे शीतस्पर्शवत्यः आपः इति. शीतस्पर्शवत्यः तु बहुवचनमस्ति. आप् इति हलन्तशब्दं, तस्य बहुवचनम् आपः. तत् पदं नित्य बहुवचनमस्ति. अस्तु, तदर्थं शीतस्पर्शवत्यः आपः इति वाक्यम् इति लौकिकव्यवहारः आसीत्. इदानीं लक्षणवाचकव्यवहारे शीतस्पर्शनिष्ठ अधेयता निरूपित अधिकरणता वत्वम् अपाम् इति षष्टि बहुवचनम् अस्ति. तदर्थम् अस्तु, धन्यवादः. अस्तु, प्रश्नः अस्ति वा एतावता? लक्षणं, लक्षणवाचकत्वम् उभयविधं भवति. गन्धवत्वं पृथिव्याः लक्षणम् इति यदा वदामः, तत्र गन्धवत्वं गन्धः एव इति अपि भवितुमर्हति, अथवा गन्धवत्वम् अधिकरणता, गन्धस्य अधिकरणतावत्वम् इति भवति भवति. तदा अधिकरण भगिनी कस् किमर्थम् अधिकरणतावत्वं प्रयोगमस्ति? किमर्थम् अधिकरणतात्वं नास्ति अत्र? यथा गन्धवत् इति उक्त्वा तदनन्तरं त्वं योजितं खलु, गन्धवत्त्वं. हा, गन्धवती पृथिवी, गन्धवत् प्लस् त्वं. पृथिव्याम् अधिकरणता अस्ति, तर्हि अधिकरणतावती पृथिवी. तस्मात् पुनः त्वं योजितं, मत्वर्थीयात् भावप्रत्ययः. तदर्थम् अधिकरणतावत्त्वं पृथिव्याः लक्षणम् इति उक्तं. पुनः कीदृश अधिकरणतावत्त्वं? गन्धनिष्ठ आधेयता निरूपित अधिकरणतावत्त्वं इति साधितमस्ति लक्षणवाचकवाक्यम्. अस्तु, अग्रे राधिका भगिनी पठति वा, स्थूलाक्षरैः यद् लिखितमस्ति. शीतस्पर्शवत्य आपः, ताः द्विविधाः, नित्य अनित्याश्च. नित्याः परमाणुरूपाः, अनित्याः कार्यरूपाः, पुनस्त्रिविधाः. शरीर इन्द्रिय विषयभेदात् शरीरं वरुणं रसग्राहकं, रसनं जिह्वा, जिह्वा ग्राहवर्ति, सरित् समुद्रादिः. अस्तु, वदतु भगिनि, यथा पृथिव्याः विवरणमासीत् तथा एव आपः विवरणम्, अपां विवरणम्. नित्य अनित्याश्च. नित्याः परमाणुरूप, अनित्य कार्यरूप, तदपि त्रिविधाः भवति. शरीर इन्द्रिय विषयभेदात् शरीरं वरुणलोके, इन्द्रियं रसग्राहकं रसन जिह्वा. तर्हि तत्र जिह्वा तु इन्द्रियमस्ति, रसग्राहकम् इत्युक्ते रसग्राहकम् इत्युक्ते ज्ञानजनकं, रसस्य ग्राहकं, शीतस्पर्शः इत्यस्य ग्राहकं, तादृशं ज्ञानं जनयति. जिह्वाग्रवर्ति यदिन्द्रियमस्ति तादृशं शीतस्पर्शस्य ज्ञानं जनयति. यथा नासाग्रवर्ति गन्धग्राहकम् आसीत्, गन्धं गृहीत्वा पार्थिवज्ञानं जनयति, तथा एव जिह्वाग्रवर्ति इन्द्रियमस्ति. विषयः समुद्रादिः इत्युक्ते नदी, तदनन्तरं समुद्रं, समुद्रसागरः इत्यादिकम्. इन्द्रियं तु जिह्वाग्रवर्ति, अपि च शरीरं वरुणलोके अस्ति इति नायिकाः वदन्ति. भगिनी, शरीरं वरुणलोके इत्युक्ते किमर्थं? किन्तु पूर्व उदाहरणे सत्यं, शरीरम् आत्मनः भोगायतनं शरीरम् इति उक्तमासीत्. पार्थिवशरीरः अस्मदादीनाम् इति उक्तमासीत्, किन्तु नैयायिकानां चिन्तनम् अस्ति तादृशं शरीरं कुत्रचित् वरुणलोके अस्ति इति. तेषां चिन्तनं तथा, किमर्थम् इति न जाने. महोदयः इत्युक्ते एकवारम् आं भगिनि. हा इति आपः विवरणम् अस्ति. नीता भगिनी अस्ति चेत् सा पठतु अग्रे. नीता भगिनी अस्ति वा? अस्तु, प्रायः नास्ति. राधिका भगिनी एव पठित्वा समापयतु. तेजः तद् द्विविधं, नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपं, पुनस्त्रिविधं शरीर इन्द्रियविषय. इन्द्रियं रूपग्राहकं चक्षुः, कृष्णताराग्रवर्ति, विषयचतुर्विध. किन्तु न जानामि. सर्वैः श्रूयते किं राधिका भगिन्याः ध्वनिः? अस्तु, राधिका भगिनी किञ्चित् डिस्टर्बेन्स् अस्ति इति चिन्तयामि. अन्य कोऽपि पठतु. राजेन्द्रमहोदय पठति वा उष्णस्पर्शवत् तेजः इति? अस्तु भगिनि. उष्णस्पर्शवत्तेजः तत् द्विविधं, नित्यमनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपं, पुनस्त्रिविधं शरीर इन्द्रियविषयभेदात्. शरीरम् आदित्यलोके, इन्द्रियं रूपग्राहकं चक्षुः, कृष्णताराग्रवति वर्ति. विषयश्चतुर्विधा, भौमादिव्यो दय आकरजभेदात्. भौमं वैभवयादिकम् अभिनन्दनम् अभिनदनं दिव्यं विद्युद्यादि. भुक्तस्य परिणामहेतुर्धर्यम् आकर्षं सुवर्णादि सुवर्णादि. अस्तु, उच्यताम्. उष्णस्पर्शवत् तेजः इति, तेजसः लौकिकव्यवहारः. अनन्तरं तेजस्य लक्षणम् अस्ति उष्णस्पर्शं. तद् द्विविधं, तेजः द्विविधं, नित्यम् अथवा अनित्यं. यथा पूर्वमपि आसीत् तथा नित्यं तु परमाणुरूपम्, अनित्यं कार्यरूपं, पुनस्त्रिविधं शरीर इन्द्रियविषयभेदात्. शरीररूपम् अस्ति, विषय इन्द्रिय अपि अस्ति, विषय अपि तत् त्रिविधम् अस्ति. शरीरम् आदित्यलोके, शरीरम् आदित्यलोके. यथा शरीरे उष्णमस्ति, तत् आदित्यलोके यथा उष्णमस्ति तथा शरीरे अपि उष्णमस्ति. तत् इन्द्रियरूपग्राहकं. महोदय, महोदय, अत्र शरीरे उष्णमस्ति इति न, यथा पार्थिवशरीरम् अस्माकम् अस्ति तथा तेजसः शरीरं कुत्रचित् अन्यत्र आदित्यलोके अस्ति. आदित्यलोके आपः शरीरं वरुणलोके, तथा किमर्थं वदति इति अहमपि पूर्णतया न जानामि. प्रायः महोदयः वदेत् अग्रे. किन्तु तेजसः शरीरम् आदित्यलोके अस्ति, अस्मदादीनां शरीरः नास्ति, शरीरं नास्ति. जलस्य शरीरं वरुणलोके. अहं ध्वनिमुद्रां तु श्रुतवान्, यथा कक्षां न आगतवान्, परन्तु किञ्चित् कष्टमेव अस्ति इदानीं. सम्यक् किञ्चित् अपि न अवगच्छामि. उष्णस्पर्श कस्मिन् विषये न अवगतवान्? तस्मिन् शीतस्पर्श उष्णस्पर्श तेजः यत्किमपि अत्र स्थूलशब्दैः लिखितमस्ति तत्र किं. महोदय तु बहु व्याख्या कृतवान्, आकर्षकः अस्ति कथं स्वर्णमपि अस्ति, परन्तु सम्यक् रूपेण न अवगच्छामि. अस्तु, अत्र महोदयेन उक्तं यत् शरीरं तु जानाति, शरीरं तेजसः शरीरम् आदित्यलोके अस्ति इति न्यायिकाः वदन्ति. अनन्तरम् इन्द्रियं रूपग्राहकं, चक्षुः कृष्णताराग्रवर्ति. चक्षुः इत्युक्ते नेत्रं. किन्तु न्यायिकाः वदन्ति तद् नेत्रं कृष्णताराग्रवर्ति अस्ति इति. कृष्णतारा इत्युक्ते नेत्रयोः, नेत्रस्य मध्ये यदस्ति कृष्णवर्णीयः अवयवः, तस्य अग्रे वर्तते चक्षुः. चक्षुः अस्ति तेजसः इन्द्रियं, यथा जिह्वाग्रवर्ति आसीत् आपः इन्द्रियम्, अपाम् इन्द्रियम्, अपि च नासाग्रवर्ति आसीत् पृथिव्याः इन्द्रियं, तथा चक्षुः अस्ति तेजसः इन्द्रियं. दृष्ट्वा वयं जानीमः अयं चक्षुः इति, अयं तेजः इति. तदर्थं तेजसः इन्द्रियं चक्षुः अस्ति. अनन्तरं तेजसः विषयः चतुर्विधः, भौमदिव्योदर्याकरजभेदात्. भौमं वह्न्यादिकं, भौमं वह्नि इत्युक्ते भूमौ यः अग्निः अस्ति. विषयः चतुर्विधः, भूमौ विद्यमानः अग्निः सः भौमं वह्नि इति उच्यते. अभिन्धनम्, अभिन्धनम् इन्धनम् इति जानन्ति सर्वे. इन्धनम् इत्युक्ते फ्यूयल् अस्ति. अपि च अप् इत्युक्ते जलमस्ति. यदा यदा वृष्टिः भवति तदा तडित् भवति खलु, लैट्निङ्ग्, अप् इन्धनं तदेव अस्ति. अभिन्धनम् इत्युक्ते तादृश इन्धनं यस्य कारणं जलम् अस्ति इति द्वितीयम् अस्ति. अभिन्दनं नाम दिव्यं विद्युदादि. तत् तडित् यत् भवति अभिन्दनं, तत् विद्युत् अथवा दिव्यम् इत्यपि उच्यते इति द्वितीयमस्ति तेजसः विषयः. तृतीयं भुक्तस्य परमाणुहेतुः उदर्यम् इति उक्तमस्ति अत्र. उदर्यं नाम उदरे यः अग्निः अस्ति, भुक्तस्य परिणामहेतुः. भुक्तस्य इत्युक्ते यः भोजनं कृतवान् तस्य कृते परिणामहेतुः नाम यः अग्निः भोजनस्य पचनं करोति. हा, जठराग्नि, भोजनस्य परिणामहेतुः यः अग्निः अस्ति तादृश अग्नि उदरे यः अस्ति सः तृतीयं तेजस् अस्ति. आकरजं सुवर्णादिः, आकर नाम मैन् अस्ति, गोल्ड् मैन्, यत्किमपि भवतु मैन्. आकरजम् इत्युक्ते आकरे यस्य जननं. तर्हि सुवर्णः, रजतः वा यः कोऽपि भवतु सः आकरजम् इति उच्यते. आकरजात् यद्वयं प्राप्नुमः सुवर्णम्, आयः अथवा रजतम् इत्यादिकं, तस्मिन्नपि एकः अग्निः भवति. तर्हि तेजसः विषयं चतुर्विधं, प्रथमं भौमं वह्नि, अभिन्धनं विद्युतादि, भुक्तस्य परिणामहेतुः औदर्यम्, आकरजं सुवर्णादि. भगिनी महोदय, किमपि घृतम् अपि तत्र उक्तवान् यथा ध्वनिमुद्रणं श्रुतवान्. वदामि. प्रथमतया चतुर्विधाः सन्ति तेजसः विषयाः इति अवगन्तुं शक्नुवन्ति खलु. भूम्यां विद्यमानः अग्नि, अपि च अभिन्दनम् इत्युक्ते जलात् यत् तेजस् निष्पन्नं तद्, अपि च भुक्तस्य परिणामहेतुः. अनन्तरम् आकरजात् यत्किमपि वयं प्राप्नुमः मिनरल्स्, तत्सर्वम् अग्निः एव इति उक्तमस्ति अत्र इति. अवगच्छन्ति वा चतुर्विधाः? आं भगिनि. तर्हि अनन्तरं महोदयः किम् उक्तवान् इत्युक्ते सुवर्णः तु पार्थिवद्रव्यं स्यात् खलु इति प्रश्नः भवति. किमर्थं सुवर्णः अग्निः इति उक्तम् इति प्रश्नः आसीत् इति भवन्तः अपि चिन्तयन्ति वा? सुवर्णः किमर्थं पार्थिव नास्ति, पार्थिवद्रव्यं नास्ति, किमर्थम् अग्निः अग्निः भवतु इति? तदर्थं पुनः पक्षद्वयम् अस्ति. एकपक्षे मीमांसकानां वदनमस्ति सुवर्णः पार्थिवः एव, पार्थिव इत्युक्ते पृथ्वीजन्या एव. किमर्थं चेत् अग्नि अथवा तेजसः शुक्लत्वं भवति, किन्तु सुवर्णः तु पीतरूपत्वम् अस्ति. सुवर्णस्य सुवर्णः पीतवर्णीयः तदर्थम्, अपि च सुवर्णस्य गुरुत्वम् अस्ति. गुरुत्वं नाम ग्राविटि, फोर्स् आफ् ग्राविटि, यत् अट्राक्षन् टु ग्राविटि इति अस्ति. यदा वयं सुवर्णं पातयामः तर्हि अधः गच्छति सुवर्णः, इत्यतः सुवर्णः पार्थिवशरीरः. पीतरूपवत्वात् अपि च गुरुत्वात् सुवर्णः पार्थिवशरीर पार्थिवद्रव्यमस्ति इति मीमांसकाराः वदन्ति. यतोहि तेजसि शुक्लत्वम् इति अस्ति, तस्य भास्वरशुक्लत्वम् इति उच्यते. जले अपि शुक्लत्वमस्ति, अभास्वरशुक्लत्वम् इति उच्यते. एतौ द्वौ अपि, एते द्वे अपि रूपं सुवर्णे नास्ति. सुवर्णे पीतत्वम् अस्ति, अपि च गुरुत्वात् अपि सुवर्णः पार्थिवः इति केचन वदन्ति एकपक्षे. द्वितीये पक्षे सुवर्णं पृथ्वी नास्ति, अग्निः एव इति उच्यते. यतोहि इदानीं राजेन्द्रमहोदय श्रुतवान् स्यात् प्रायः घृतम् अस्ति, घृतम् अग्न्यां साक्षात् स्थापयामश्चेत्, घृतं पात्रे स्थापयित्वा अग्न्यां स्थापयामश्चेत् तत्र घृतं द्रवं भवति खलु. द्रवम् इति जानन्ति वा? लिक्विड् भवति. पात्रे स्थापयित्वा घृतं साक्षात् स्थापयामश्चेत् लिक्विड् भवति, किन्तु अग्निस्पर्शः तथा किञ्चित् कालानन्तरं तद् घृतं किं भवति? कृष्णवर्णं भवति, घनं भवति, इत्युक्ते सालिड् भवति अग्निस्पर्शात् किल. कालानन्तरं घृतं द्रवत्वं प्राप्य अनन्तरं कृष्णवर्णं भवति, सालिड् भवति. तर्हि इदानीं घृतस्य पात्रं वयम् इतोपि एकस्मिन् पात्रे स्थापयामः. अस्तु, एकस्मिन् पात्रे प्रथमं जलं स्थापयित्वा तस्मिन् पात्रे घृतस्य पात्रं स्थापयामश्चेत् तदा घृतं घनं न भवति, तस्य द्रवता भवति. अवगच्छन्ति वा? किन्तु सुवर्णः तथा नास्ति. सुवर्णं वयम् अग्निस्पर्शं कुर्मश्चेदपि तस्य सुवर्णः द्रव्यं द्रवता भवति सुवर्णस्य, किन्तु सा द्रवता न नश्यति. किमर्थं न नश्यति इत्युक्ते सुवर्णे विद्यमानः कश्चन गुणः अस्ति, अग्नि इति. अग्नि एव अस्ति, तेजसः गुणः अस्ति, तदर्थं सुवर्णः अग्निस्पर्शेन अपि सुवर्णस्य द्रवता न नश्यति, इत्यतः सुवर्णः अग्निः इति एकपक्षे मतमस्ति. इति अवगतं वा? आम् आं भगिनि, धन्यवादः. सुवर्णस्य अग्नेः मध्ये प्रतिबन्धकः नास्ति, यथा घृतम् अपि च अग्नि, तस्य मध्ये जलम् इति प्रतिबन्धकः स्थापयामश्चेदेव घृतं द्रवत्वं घृतस्य द्रवत्वं न नश्यति. तर्हि प्रतिबन्धके सति अत्यन्तानलयोगसंयोगे द्रवत्वं न असति प्रतिबन्धके अत्यन्तानलसंयोगे द्रवत्वं नश्यति इति महोदयेन प्रायः उक्तम् इति चिन्तयामि. तस्य अर्थः अयमेव. प्रतिबन्धकः इति जलं, जले स्थापय घृतस्य पात्रं स्थापयामश्चेत् तदा एव घृतस्य द्रवता भवति, नो चेत् द्रवत्वं नश्यति. किन्तु सुवर्णस्य न तथा इति. स्पष्टं स्यात्? प्रायः महोदय पुनः एकवारं वदति अपि अग्रिमसप्ताहे. प्रश्नाः सन्ति वा? नो चेत् विरमामः. शुभरात्रि. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रि भगिनी.